लक्ष्मीसहस्रे नाम वैभवस्तबकः सप्तदशः धाम्ना दृश्येय राजीव धाम्ना तेन दयालुना अहं नानं जातु चित्यस्य नाम्नां ज्ञानैर्युनक्तिनः धाम्ना दृष्ट्येय राजीव धाम्ना तेन दयालुना अहं नानं जातु चित्यस्य नाम्नां ज्ञानैर्युनक्तिनः कर्णवेन्द्रतनये सति दुःसहैः दुर्नरेन्द्रगुण वर्णनातपैः आर्तया रसनयाद्य शीतलम् कीर्तयामि तव नाम कोमलम् राजीवदेहे वमर्त्य राजीः आजीवयन्ति व्यसनाग्निमग्नः नामानि यः कीर्तयते सधन्यो वैमानाम् अपि माननीयः पञ्चेषु चापल पलायन सिद्धमन्त्रम् घण्टा विशेषनिनदम् कुहना पिशाच्याः कोपानलप्रशम सान्त्ववचो मुरारेः के नाम नाम न जपन्ति तवाब्धिकन्ये आम्ना यद्धजलधेः अमृतं मदम्ब नित्यद्विषां प्रहरणे द्रुहिणास्त्रमन्त्रः नारायणस्य किल नित्यजपस्त्वदीयम् नाम प्रगल्भतमम् अभ्युदयं तनोतु साम्नां जन्मान्तरम् अखिलऋग्वर्गसर्गान्तरं वा पर्यायो वा सकलयजुषाम् प्रक्रियात् சர்வணானாம் வேதாந்தானாம் கிமு வினிமயோ விஸ்ருதம் விஸ்வமாதஹ திவ்யம் பவ்யம் திசதி ஜபதாம் தேவி நாம த்வதீயம் நாம ரக்ஷண ஸ்தவோதிதம் நாம ரக்ஷணம் அபேக்ஷதே ரமே யஸ்தனோதி தவ நாமயோஜனம் சோயமத்புதம் அநாமயோஜனஹ த்ரையந்தைக ப்ரணயிமதய பாபசார் பாபசார்த்த பிரத்யாதேஷ ப்ரமுதித மஹா சேதஸ ஸ்ஃபீதசத்வாஹ நாம ஸ்ரீமத் தவ கில லசத் கீர்த்தய கீர்த்தயந்தோ மாதர்முக்து விஹித குதுகாஹ மோதயந்தே பிரியந்தே பாஸ்வத்வர்ணம் வ்ருஷகிரிபதேர் பாவுகம் தன்வதாதே தாம்னா தாம ஸ்புரதி ஜலதேஹ புத்ரி நாம்னா ச நாம ரம்யம் ஹர்ம்ய ஸ்தலமபி மஹி ரக்ஷிண ஷைலதுங்கம் தீபாரோபம் ரஜனிஷு வினா தேவி தேவி யதேகிம் அப்யஸ்மாகம் வசனம் அசமத்காரி கம்சாரி காந்தே ப்ராஜ்ஞாஸ்வாத்யம் பவதி பவதி நாமதேயானுஷங்காதி கர்ப்பூராதி ஸ்திர பரிமள திரவ்ய சாசிவ்ய பூம்னா நிர்கந்தேஸ்யாதி அபி சுரதிதா நிம்பகாஷ்டஸ்ய சூர்ணே அம்பாலக்ஷ்மீ அம்ருதசஹபூஹ அத்திராஜன்ய கன்யா பத்மா విశ్వం భరసహచరీ పద్మ సద్మా రమేతి. యో నామైవం పిబతి భవతి నామ నామామృతౌఘం తస్యై వాపుర్ జనని సులభాం సంస్కృతి శ్రాంతి శాంతి నముహుర్బహు మన్మహే మనోని నచ వాచో జరతి రధీమహే ప్రయత ప్రయతామహే వయం తవ నామ్నాం హరిణి కీర్తనే నిరాస్యం అధోక్షజే భవరోగం బహులంఘనైరతి రితుం ప్రభవంతి లీలయా తవ నామౌషధ సేవినో నరాః నహి నంతు మనంతం ఈష్మహే నచ నిర్మాణ కథాపి కర్మణాం కమలే కలిభి నివర్తనం కలయావస్తవ నామకీర్తనం వివిధాని కధునా నామ వ్యసనాని అభిసుతే ధునాతు నామ అతి యజ్జపత కలావాహి శురమున్యుర్వ కలావహాని రాష్ట్ర ప్రసంగ కుజన స్తుతి రాజకార్య దుస్తర్కవాద పరదూషణ దోష శాంత్యై నారాయణ ప్రియతమే నను పావనాని నామాని కీర్తయతు తే మదీయా ప్రాదేశ సంమిత నిజోదర పూరణార్థై అత్యర్థం ఏదిరృతై అధిగమానా నిర్వాపు నీరీసుదీయై ఆఖ్యాశై अधिमतैः अमृतैर्विवासो अगतिक देहि देहि वचन श्रुति दुःखदशा कुपितमिदं पच कर्म दुष्कृत निष्कृतयः भवदभिधा सुधा भवदवानल पापमुषो जननि पुनः पुनः परिपुनन्ति जगन्ति क्रमे श्रुति फणिति स्थिति स्मृति पुराण प्रतिश्रवणे भगवति मादृशाम् जगति न प्रतिभाति गतिः तदपि तव त्वदीय रहितस्य च मामजपो जयति कलौ युगे धियामपि कामद्रु मनसि जातपाद मनः परिपुष्टितरम् जननि समानमेव ननु काम च नाम च ते अतिशयम् आदिमादि अपरमेव तथाप्यते निधनमुपद्रवम् च न कदापि यतः सहते पापातोपनिदार्घ वर्जन कृते अर्जन्य गर्जायते व्याधिव्यालकुले पतत्पति गरु वाधूलनाधायते दारिद्र्यद्विरदेन्द्र दारणविधौ सिंहाट्टहासायते पद्मे तावक नाम त्वं श्रुतिनिशि प्रत्यूष वाद्यायते राजीवायतनेति दैत्यदिदुरो रक्षेति लक्ष्मीरिति क्षीराब्धेर्दुहितेति कैटभरिपोर् धारा इति श्रीरिति श्रेय साधन देवतेति जगतां मातेति सीतेति च प्रातर्नात्रूपास्महे कृतशुभस्थेष्णि नामानि ते अञ्च पञ्चशवर्णम् अर्णवसुते त्वन्नाम कर्णामृतम् मत्तापानि महत्तरहण्यपि मुहुर्मुष्णाति कृष्णाङ्गने अक्षीणि प्रतिरुन्धदम् धतमसम् गेहेषु भूयिष्ठमसि अङ्गुष्ठमृतैव दीपकलिका स्वाहन्त नोहन्ति किम् अवितुमुदधि कन्यके चिकित्स्याति मरणजरादिमयाति महामयान्माम् परमविषमम् आन्तरम् कषायम् पचति श्रुतिर्भवदीय मामवर्गः कृतशुभतति धारितम् कृतार्थैः भगवति भोग्यम् अतीव पावनम् च अभिदधति सुवर्णम् आत्मवन्तः प्रशमितदुर्गति नाम पावकीनम् हरिसखि अवधूत केशभूमानि नामानि अहरहरहमुद्यति भक्तिराकर्ण्य धन्यः जहि दलय बधान छिन्धि भिन्धिति कष्टम् यमधतरटितम् तति भूरि भूरिक्रियासम् स्वपदन्यसनेन चारुवर्णा सुरवङ्गोष्ठ विशुद्धि हेतु भूता कमले मम कांक्षितानि दुग्धे तव नाम कामधेनु तव दिव्य नाम्नि मधुरेशिलाकृत व्यसने स्थितेऽपि रसनेन्द्रियं मम रमते रमे कथमहो रसान्तरेषु आकर्वासदस्य घटते जलात्मनः वन्द्रावदीर्य कुसुमानि दृढैर्गुणैस्ते संग्रथ्य पूरभ विशेष परिष्कृतानि आमुञ्चताम् इह मदीय सरस्वतीयम् महातर्महापुरुष मानस कञ्जनाय मन्वन्तराण्यम्ब फलं तनीयः तन्वन्ति मन्वन्तर मात्रवर्ती आमुष्मिकं शाश्वतं ऐहिकं वा त्वन्नाम किन्नाम फलं ददत्ते वर्णत्रयात्मा प्रणवस्वनिष्ठाम् वर्णत्रयीमेव पुनातियुक्तम् एकद्विवर्णापि रमे तवाख्या चित्रं पुनीते चतुरोऽपि वर्णानि व्याजादुपात्रमपि वारिधिराजकन्ये त्वन्नाम कामपि ददाति मुदां समृद्धिम् आपीतमुल्बण तपशान्त्यै दूरीकरोति दुरितान्यति वारिगाङ्गम् यो वक्ति देवि पदमेकमपि त्वदीयम् सर्वाणि तस्य हृदि भान्ति सदा पदानि नित्योन्नतो नृपतिरेव वशीकृतश्चेते किं कुर्वते पुरजनाः इति कः प्रयत्नः कृपानिधे यम्यधिपाधिधेयम् वचो विधेयम् तव नामधेयम् पद्मालये यस्य गुणोधेयम् पचेलिमम् विन्दति भागधेयम् त्वन्नाथनाम्नः स्वयमुत्तरम् सति तवाभिधानम् गुणमादधाति पद्मे क्षणप्रेयसि निर्विगानम् प्रमाणमत्र प्रणवम् भणामः पद्मे नाम्नाम् पामरास्तावताम् प्रौढिम् विद्युर् नैव नामान्तरेभ्यः चक्रीवन्तः चारुकर्पूरचूर्णे भस्मभ्यः किम् विस्मयम् प्राप्नुवन्ति जहदिह जननि त्वम् नामधेयम् विधेयम् जडमतिरतिरिक्तम् शर्मणे कर्म कुर्यात् निधिमनवधिमुच्चैर्निष्कुटस्थम् विहाय प्रतिभवनमशङ्कः पर्यटे भिक्षितुम् कः दयोदधे या तव नामधेया अभिधासुधेयम् यदि ताम् धयेयम् न वाजपेयम् कमले यजेयम् न वाजपेयम् महतोऽपि मन्त्राणि शरणवरणमन्त्रे शार्ङ्गिणः प्राणकान्ते परमपुरुषनाम्नः प्रागुपादीयमानम् విషద మహిమ నామ క్షిప్రమేకాక్షరం తే వితరతి జపతామపి ఏకమేవాక్షరం తతి కంఠే కుంఠిత నిస్వనే కఫచయైః అక్షేషు విక్షేపిషు స్యూతే చేతసి యాతనాధిరసుషు క్షిప్రం ప్రతిష్టాసుషు కాయాసాపి సముద్రపుత్రి సమయాభిజ్ఞా రసజ్ఞా మమ త్వన్నామోపహితం హితం జపతు తతి దేవస్య నామ స్వయం అభ్యాసై పవమాన మంత్రవితతే అబ్లింగ భంగ్యంతరై ఆదేశై అఘమర్షణస్య యమకైః అష్టాక్షరస్యేందిరే గాయత్ర్యా పునరుక్తిభిః పరిపణైః ఓంకార పుంసూక్తయోః శుద్ధిం వ్యాహృతి సోదరైర్ న భజతే కో నామ తే నామభిః ప్రాయశ్చిత్త విశుద్ధ్యై ప్రాయశ్చిత్తం సమస్త పాపానాం గాయతు తవ నామైషా కమలే కలితాన్య నిరసనా రసనా ప్రాయశ్చిత్త విశుద్ధ్యై ప్రాయశ్చిత్తం సమస్త పాపానాం గాయతు తవ నామైషా కమలే కలితాన్య నిరసనా రసనా ఇత్యాత్రేయశ్రీ వెంకటాధ్వరి విరచితే లక్ష్మీసహస్రే నామ వైభవ సదకః సప్తదశ సంపూర్ణః